नमो नमः, वदतु। ॐ सहनाभवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। धन्यवादः। एनाक्षरसमाम्नाय मधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै प्रपाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः। सुप्रभातम् अथवा एनिवे किं वदामि, हेपी दिवाली टु आल् आफ् यू। अद्य तथापि वयं वर्गं चालयामः। भवत्याः मेसेज् तु अहं पठितवती, न आगन्तुं शक्ष्यामि इति, परन्तु आगतवती। यावत् सत्यं तावत् तिष्ठतु। अहम् इदानीं वयं किं कुर्मः, परस्परं परीक्षा कुर्मः। हा, वेर् एम् ऐ व्यू, ओके, सरस्वती कस्मिन् विषये अद्यतनपरीक्षा भविष्यति? वयं पठितवन्तः न एतत् करपत्रं, माहेश्वराणि सूत्राणि, लघुकरपत्रमस्ति, तत्र यत्किमपि वयं पठितवन्तः तस्मिन् विषये प्रश्नं अहम् आह्वयामि। प्रश्नमेकः एकः वा एका करिष्यति, उत्तरम् अन्यः दास्यति। ओके, सरस्वती, भवत्याः पर्यायः प्रश्नार्थं। अनिल्, भवान् उत्तरं दास्यति। ओके, अस्तु महोदय। सरस्वती, भवत्याः प्रश्नः किम्? कति सूत्राणि सन्ति? प्रश्नं करोतु। महेश्वराणि सूत्राणि, कति सूत्राणि सन्ति? अनिल्, बहु सरलमस्ति। ओ, चतुर्दश महेश्वरसूत्राणि सन्ति। चतुर्दश सूत्राणि सन्ति। ओके, अनिल्, भवान् पृच्छतु इदानीं। कन्नम्मा, भवती उत्तरं ददाति। हा, अस्तु अस्तु। अनिल्, कॉम्प्लिकेटेड क्वेश्चन मा पृच्छतु। अस्तु अस्तु अस्तु महोदय। हण प्रत्याहार इत्युक्ते किम्? पुनः वदतु। हण हण प्रत्याहार इत्युक्ते किम्? ओके, कन्नम्मा उत्तरम्। अण् प्रत्याहारे इत्युक्ते आ इ उ इति वर्णोः सङ्ग्रहः अस्ति। हयवरल इति वर्णानां सङ्ग्रहः अस्ति। इन् इति संज्ञा अस्ति, तत् अपगच्छति। केवलं नकारः इति संज्ञा, इत् इन् तकार नकार अपगच्छति। इत्संज्ञा अस्ति, तौ अपगच्छति। ओके कन्नमा भवत्याः पर्यायः प्रश्नार्थं भगिनी स्पेशल् नेम् फार् यावरल यावरल तस्मिन् विषये अनन्तरं पश्यामः आगच्छति तदपि ओके तदपि आगच्छति ओके कन्नमा भवत्याः पर्यायः प्रश्नार्थं पूर्णिमा उत्तरम् प्रत्याहारः इति कः इत्युक्ते किं इत्युक्ते किम् इत्युक्ते किं प्रत्याहारः इत्युक्ते वर्णानां समूहः प्रत्याहारः भवति ओके कन्नमा भवती किं सन्तुष्टा उत्तरेण अथवा अन्य किमपि अस्ति भवत्याः मनसि कन्नमा अस्तु भगिनि उत्तरं किं साधु अथवा भवती इतोपि किमपि चिन्तयति कृतवान् उच्चारण रीत्या समूहं कृतवान् तदेव अन्तिमाक्षर इत्सङ्ग भवति प्रथमाक्षरतः पूर्व उत्तरं बहु स्पष्टं नास्ति कन्नमा पुनः प्रश्नं प्रक्षति तस्मिन् समये सम्पूर्णवाक्यम् उपयुज्य उत्तरं ददातु ओके कन्नमा प्रश्नं पुनः पृच्छतु प्रत्याहारः इति किम् इत्युक्ते किं प्रत्युक्ते प्रत्याहारः इत्युक्ते किम् पूर्णिमा इदानीं स्पष्टतया उत्तरं ददातु नाट् वन् डबल्ड् वर्जन् हा पूर्णिमा कुत्र गतवती न कुत्रापि न अन्म्यूट् अहं सत्यं वदामि भगिनि वर्णानस्य वैज्ञानिकरीत्या उच्चारण अनुकूलार्थं पाणिनि वर्णानां समूहं कृतवान् तदेव प्रत्याहार इति उच्यते अन्तिमाक्षरः अपगच्छति तद् उत्सङ्गा भवति प्रथमाक्षरतः पूर्वान्तिमाक्षरपर्यन्तमेव प्रत्याहार इति ओके कणमा भवती सन्तुष्टा प्रत्याहारः नाम सन्तुष्टा वा न एतत् वदतु अस्ति किन्तु किञ्चित् तस्य विवरणं किञ्चित् अधिकं कर्तुं चेत् सम्यक् भवति पुनः तदेव प्रश्नं सीतालक्ष्मी अस्ति वा सीतालक्ष्मी कुत्र अस्ति महोदय नमस्कार उत्तरं ददातु प्रत्याहारः इत्युक्ते किं पूर्णिमा तु एकम् उत्तरं दत्तवती परन्तु कन्नम्मा बहु सन्तुष्टा नास्ति अतः भवत्याः अनुगुणं किम् अस्ति वदतु प्रत्येक प्रत्याहारस्य अन्ते इत्संज्ञावर्णः स्थितः इत्संज्ञावर्ण प्रत्याहारस्य सीमारेखा भवति प्रत्याहारः नाम सङ्ग्रहः अस्मिन् सङ्ग्रहे इत्संज्ञावर्णाः अन्तर्भूताः भवति केवलं प्रत्याहारसीमा सीमां कुर्वन्ति अपगच्छति ओके कन्नमा भवती किं वदति कन्नमा गता वा उत्तरं साधु अस्ति भगिनी उत्तरं साधु अस्ति मम अभिप्रायः सम्पूर्णतया साधु नास्ति ओके मम अभिप्रायं अत्र अत्र वर्णमाला नूतन दे सङ्ग्रहः कृति अस्ति तस्य बेस् आधारः प्रत्याहारः अस्ति प्रत्याहार येन वर्णानां नूतनसङ्ग्रहः अस्ति तद् वर्णोन समूह प्रत्येकप्रत्याहार एक सूत्रम् अस्ति वाक्यं सूत्र एक सूत्रम् अस्ति तस्य प्रत्याहारः अन्तिमवर्णः हल् संख्या अस्ति हल् वर्णः अस्ति तद् अपगच्छति तद् इत् संख्या नामकरणम् अस्ति तस्य इत् संज्ञा इति तस्य नामकरणम् अस्ति पद्मजा पद्मजा त्यागराजन् भवत्याः अभिप्रायः किम् नमस्कारः भगिनि नमस्कारः शुभदीपावली किं किं वदनीयम् प्रत्याहारः इत्युक्ते किं कण्डम् आचार्यम् आगच्छति भवति किं वदनीयम् ओके भवती तु बहु विलम्बेन आगतवती इति मन्ये प्रतिभा सम्यक् नास्ति ध्वनि सम्यक् नास्ति ओके ओके अनन्तरं पश्यामः प्रतिभा अस्ति वा न नमस्ते महोदय दीपावलिपर्वण शुभाशयः अहं पूजानिमित्तार्थं व्यस्ता अस्मि भगिनी अहं सन्देशं प्रेषितवती किल ह्यः क्षम्यतां भगिनि अद्य भागं स्वीकर्तुं न शक्नोमि अहं शृणोमि एव ओके भूपाल् आं नमो नमः भगिनि नमो नमः प्रत्याहारः इत्युक्ते वर्णानां समूहः किञ्चित् नूतनवर्णमाला प्रयुक्तमस्ति पाणिनिमहोपाणिनिविषये तर्हि तत्र वर्णानां यत् समूहः अस्ति तत् समूहः प्रत्याहारः इति उच्यते ओके ओके वर्णानां समूहः प्रत्याहारः इति उच्यते ओके तत्र एक अथवा अधिकं सूत्राणि भवितुम् अर्हन्ति ओके अन्य किमपि प्रत्याहारस्य निर्माणविषये वक्तुं शक्नोति प्रत्याहारस्य निर्माणविषये प्रत्येकप्रत्याहारस्य अन्ते यत् वर्णः अस्ति तद् वर्णः इत्संज्ञकः वर्णः उच्यते तस्य लोपः भवति तत् उदाहरणं दत्त्वा कर्तुं शक्नोति आम् यतोहि वयं अच् अच् इति वदामः यदि अच् प्रत्याहारे कति वर्णाः सन्ति एवं यदि वयं पश्यामः तर्हि तत्र अ इ उ अनन्तरं वर्ण अस्ति तद् हलन्तम् अस्ति तद् वयं न कुर्मः तस्य इत् संज्ञा भवति तर्हि अ हा अ इ उ अनन्तरं द्वितीयसूत्रे वयं गच्छामः तत्र रु लृ अनन्तरं क न स्वीकुर्मः अनन्तरं ए ओ अनन्तरम् अङ् न स्वीकुर्मः अनन्तरम् ऐ च न स्वीकुर्मः अत्र एव अच् प्रत्याहारः समापितं भवति अच् इत्युक्ते च अन्तिमवर्णः अस्ति तत्र वयं स्थगयामः अ इ उ रुलृ ए ओ औ इति अच् प्रत्याहार इति उच्यते परन्तु च वयं न स्वीकुर्मः च हलन्त च यत् अन्तिमे अस्ति तत् तस्य इत् संज्ञा भवति इत्युक्ते तद् वयं न स्वीकुर्मः एतदेव अहं जानामि किमपि वक्तुं शक्नोति किं भगिनि आदिमवर्णविषये अन्तिमवर्णविषये उक्तवती सीमारेखा कस्य इत्संज्ञा अस्ति सर्वम् उक्तवती, परन्तु आदिमवर्णविषये कोऽपि किमपि न उक्तवन्तः। भवती किमपि वक्तुं शक्नोति किञ्चित् अधिकम्? आदिमवर्ण इत्युक्ते प्रथमवर्णः, तत्रतः प्रत्याहारस्य प्रारम्भः भवति। ओके, यदि अच् प्रत्याहारः अस्ति तर्हि प्रथमवर्णः अ अस्ति, तत्रतः वयं प्रारम्भं कुर्मः च पर्यन्तं, परन्तु तत्र न स्वीकुर्मः, हलन्तम् अस्ति, इत्संज्ञकः अस्ति। ओके, सर्वमङ्गला महोदय, भवती मनसि का अस्ति प्रत्याहारस्य प्रत्याहारस्य आदिमवर्णः सूत्रस्य कोऽपि वर्णः भवेत्? अनिल्, इदानीं स्पष्टम् अभवत्? प्रत्याहारस्य आदिमवर्णः कोऽपि वर्णः भवितुम् अर्हति। ओके, प्रत्याहारस्य प्रत्याहारस्य अन्तिमवर्णः सूत्रस्य अन्तिमं व्यञ्जनम् एव भवति। भवितव्यम्, स्पष्टम् अनिल्? अस्तु महोदय। ओके, आदिमवर्णविषये किञ्चित् स्पेशल् अस्ति, कुत्रापि वयम् आरम्भं कर्तुं शक्नुमः, परन्तु एण्ड् पायिण्ट् सर्वदा सर्वदा सर्वदा केवलम् इत्संज्ञकवर्णेन वयं एण्डिङ्ग् कर्तुं शक्नुमः। तत्र तु अस्माकं हस्ते नास्ति, इत्संज्ञकवर्णाः निर्णीताः सन्ति। ओके, तत्र चतुर्दशवर्णाः सन्ति, तत्र एव सीमारेखा कर्तव्यम्। ओके, आदिन तु कुत्रापि कर्तुं शक्नुमः। ओके, सर्वमङ्गला, धन्यवादः। इदानीं सर्वमङ्गला, भवत्याः पर्यायः, प्रश्नं पृच्छ। प्रश्न अष्टादश गन्तव्यं करपत्रं द्रष्टुं शक्नोति न? आम् शक्नोति, शक्नोमि। स्थगयामि, वदतु यावत् पर्याप्तम्। अधः गन्तव्यम्, अधः गन्तव्यम्, अधः गन्तव्यं, प्रत्येकम् अष्टादश समाप्तं। तत्र यत् अभ्यासः लिखितमस्ति अस्माकं कृते नास्ति, वयं तु तदधिकं कृतवन्तः। अवधेयं, माहेश्वरसूत्रेषु स्वराणां भेदः कति सन्ति? एकनिमिषं, श्रीधर् उत्तरं ददाति। नमो नमः। नमो नमः। प्रश्नः किं? प्रश्नः सर्वमङ्गला पुनः पृच्छतु। माहेश्वरसूत्रेषु स्वराणां संख्या कति अस्ति? स्वराणां संख्या कति, किञ्चित् एम्बिग्युस् अस्ति, भवान् किम् उत्तरं ददाति पश्यामः। प्रश्नं न स्पष्टम्। चलति, भवान् किम् अवगतवान् तदनुगुणम् उत्तरं ददातु, तदनन्तरं पश्यामः। सर्वमङ्गला कला कदाचित् प्रश्नस्य परिवर्तनमपि करिष्यति, पश्यामः। स्वरः अ इ उ ऋ, येषु प्रत्येकम् अष्टदशानां वर्णानां प्रतिनिधिः। अरे बापरे, भवान् पठति वा साक्षात् यदस्ति? ओ, अत्र यद् लिखितमस्ति तदेव पठति? ओय् ओय्, स्वस्य उत्तरं ददातु, किञ्चित् पर्सनलैस् करोतु. सर्वमङ्गला, भवती सन्तुष्टा उत्तरेण? न. ओके, किञ्चित् स्पष्टीकरणं करोतु प्रश्नस्य उत्तरं न. स्वराणां वर्णः पृच्छतु. एकमेव प्रश्नं पृच्छतु, तदा किञ्चित् स्पष्टं भविष्यति प्रश्नम्. अकारस्य कति भेदाः सन्ति? श्रीधर् महोदय, इदानीं स्पष्टं प्रश्नं स्पष्टम्, उत्तरं ददातु तदनुगुणम्. अकारस्य कष्टमस्ति वा? सुशीला भवती किं वदति? आं भगिनि, अकारस्य एकैकवर्णानाम् अनेक भेदाः सन्ति. ह्रस्व, दीर्घ, लुप्त अथवा अनन्तरम् उदात्त, अनुदात्त, स्वरित. सुशीला, इदानीम् कान्सन्ट्रेशन् केवलम् अकारविषये अस्ति, केवलं तद् अस्मिन् विषये वदतु, अनन्तरं पश्यामः अन्य अकारविषये. अकारविषये उदात्त, अनुदात्त, स्वरित. अनुनासिक उदात्त, अनुनासिक अनुनासिक अनुदात्त, अनुनासिक स्वरित इति अष्टादशानां भेदाः सन्ति. भवत्याः एक्स्प्लेनेशन् किञ्चित् किं कोलाहलम् अस्ति मनसि. ओके, इदानीं किञ्चित् स्पष्टं करिष्यामि. हियरिङ्ग् इदानीं सर्वमङ्गला अकारविषये पृष्टवती. ओके, तत् अवगतं. इदानीं कति भेदाः सन्ति अकारस्य? केवलं वर्णः यद् वयं पश्यामः सूत्रे, तत्र वयं किं किं कति भेदाः दृष्टवन्तः अकारस्य? कालानुगुणम्, उच्चारणकालानुगुणम् ते के? उदात्त, अनुदात्त, स्वरित. आगच्छतु, अहं केवलम् उच्चारणकालविषये पृच्छामि. ओके, श्रीधर् महोदय आगच्छतु. उच्चारणकालानुगुणं कति भेदाः सन्ति? एकमेव अस्ति. एकमेव अस्ति? ओ ओ, त्रयः. तत् किं? ह्रस्वदीर्घ. ह्रस्वः दिपूर्णिमा, भवत्याः पर्यायः इदानीं न, अनन्तरं ह्रस्वः, दीर्घः, प्लुतः. श्रीधर् अवगतम्? ह्रस्वस्य एकमात्रा, दीर्घस्य द्विमात्रा, प्लुतस्य त्रिमात्रा अथवा अधिकमपि, त्रिमात्रा अथवा अधिकमपि चलति. तत्तु अस्माकं हस्ते अस्ति, हौ लाङ्ग् यु ड्राग् इट्. ओके, यदा अहं सुशीला इति वदामि तदा अधिकमस्ति भवति. अस्तु अस्तु इदानीं ह्रस्वस्य कति भेदाः ह्रस्वस्य अत अनुदात उदात स्वरित ओके श्रीधर् साहाय्यं करोतु ह्रस्वस्य उदात अनुदात स्वरित इति भेदाः भेदात्रयमेव सुशीला उक्तवती भवान् किं वदति अहं स्पष्टं न जानामि कृतः कृतः कृतस्य अर्थं किम् इदानीं मा चिन्तयतु केवलं ह्रस्वविषये चिन्तयतु केवलं ह्रस्वविषये चिन्तयतु तत्र सुशीला उक्तवती उदात्त अनुदात्त स्वरित ओके ओके हा केवलम् उदात्त अनुदात्त स्वरित वदामः चेत् ह्रस्व अकारस्य कति प्रभेदाः त्रीणि त्रीणि ओके त्रयः प्रभेदाः प्रभेद पुल्लिङ्गमस्ति अतः त्रयः ओके श्रीधर् केवलं त्रयः सन्ति किञ्चित् अधिकमस्ति उदात्तः उदात्तः अनुदात्तः अनुदात्तः अर्थस्य अर्थं किम् अहं न जानामि ओके अर्थविषये इदानीं पार्श्वे स्थापयामः परन्तु वयं पठितवन्तः तस्मिन् विषये किमर्थं भवान् प्रश्नं न पृष्टवान् तदा एव प्रष्टव्यं न यत् न अवगतं तस्मिन् विषये झटिति प्रष्टव्यम् एवं पैलप् न कर्तव्यं सुशीला भवती किं वदति एव उक्तवती भेदत्रयम् अस्ति उदात्त अनुदात्त स्वरित इतोपि वयं पठितवन्तः स्मरणे अस्ति अनुनास उदात्तः अनुनासिक उदात्तः अनुनासिक उदात्तः अनुनासिक उदात्तः इति इत्युक्ते प्रतिभेदे उदात्तः अस्ति चेत् अनुनासिकः अपि भवितुम् अर्हति अननुनासिकः अथवा निरनुनासिकः एवं स्पष्टीकरणं करोतु पुनः एवं उदात्त स्वरित अपि अनुदात्तस्वरित अननुनातस्वरित उदात्त अनुदात्त एकम् एकम् अनुदात्त उदात्त उदात्त अनुदात् उदात्त अनुदात्त स्वरित इति त्रिविधाः सन्ति उदात्त मध्ये अनुनासिक उदात्त अननुनासिक उदात्त अस्ति अतैव अनुदात्त मध्ये अनुनासिक अनुदात्त अननुनासिक अनुदात्त अस्ति तथैव स्वरित मध्ये अनुनासिक स्वरित अननुनासिक स्वरित इति भेदाः सन्ति त्री इण्टु टु सिक्स् प्लस् सिक्स् अष्टदशानां ओके इदानीं श्रीधर् महोदयस्य प्रश्नः पुनः पृच्छतु सर्वेषां कृते स्पष्टीकरणं भविष्यति इदानीम् अहमेव वा न श्रीधर् श्रीधर् महोदय कति कालम् एतत् प्रश्नं मनसि स्थाप्य वर्गम् आगच्छति अहं न जानामि परन्तु शङ्का अस्ति तस्य समाधानं तु कर्तव्यं न पृच्छतु महोदय अहं उदात्त अनुदात्त स्वरित स्वरितः विषये स्पष्टं जानामि स्पष्टं जानाति न जानामि न जानामि ओके इदानीं कथमहम् एतस्य स्पष्टीकरणं करोमि यत्किमपि वयम् उच्चारणं कुर्मः okay. Let us see how to explain. अस्माकं ध्वनियन्त्रं यदा एतत् अस्ति इति स्वीकुर्मः डायफ्राम् आरभ्य सामान्यतया उदरम् अथवा डायफ्राम् तत्र ततः आरभ्य ओष्ठः अस्ति ततः निर्गच्छति यावत् अवगतम् एतत् बहु दृश्यते भगिनी दीपावली सेलेब्रेट् ओके अतः इदानीं पश्यामः हा एतत् बाम् एव अटोम् बाम् अटोम् बाम् यदा वयं पश्यामः अस्माकं ध्वनियन्त्रम् अथवा ध्वनियन्त्रं न वक्तुं शक्नुमः हा आङ्ग्लभाषायाम् एक्स्प्लेन् करोमि हा द एर् कम्स् औट् ओके कुतः राइट फ्रॉम डायफ्राम अथवा उदरम वक्तुं शक्नुमः हां ततः आगच्छति कुतः निर्गच्छति मुखतः निर्गच्छति ओके ध्वनि उत्पादन भागः यदस्ति हां उदात्त इत्युक्ते उपरि भागतः एयर गेट्स आउट ओके अनुदात्तः इत्युक्ते द एर् गेट्स् पुष्ट फ्रम् द अधः भागः ओके स्वरित इत्युक्ते फ्रम् डौन् इट् कम्स् अप् एण्ड् इट् गोस् औट् अवगतम् किञ्चित् किञ्चित् एतत् उदाहरणं तस्मिन् काले कोऽपि एवम् उच्चारणं कर्तुं न शक्नोति ओके पूर्वस्मिन् काले ऋषिमुनयः यस्मिन् काले जीवन्ति स्म तस्मिन् काले दिस् डिफ्रेन्स् वास् देर् उदात्त उच्चारणम् अनुदात्त उच्चारणं स्वरित उच्चारणं बहु स्पष्टतया ते ज्ञातवन्तः ओके ओके या सो द आइडिया वाज उदात्त द एयर वाज एक्सपेल्ड फ्रॉम द अपर पोर्शन ऑफ योर हाउ डू आई से व्हेन यू आर प्रोनाउंसिंग समथिंग एयर इज एक्सपेल्ड ओके So that air which is expelled from the upper portion of your system. And for Anudatta, it was expelled from the lower portion. But it, supposing you divide your entire air in a container, which is what your system is, right from your diaphragm or from your upper stomach, till your mouth, that portion, in that portion, from parts of it are being used for your uchcharana, okay? Okay. Now, many aspects I also don't know. For that you need to do the Shiksha Shastra of Panini, okay? Okay. The air Shamila Mahadev. Yeah? Is it called the pitch? Called the pitch? No. The tone of your word. Pitch is different. Okay. Pitch is very different. Pitch is high, low, medium. This is very clearly the quantity of air that we have is when we are pronouncing something, when we are speaking. The quantity of air, what is coming out, it comes out from the upper portion, it is called Udatta. It comes out from the lower portion, it is called Anudatta. And if it comes from the lower to the upper and then gets expelled, it is called swarita. Okay, in today's terminology they have equated it to pitch. Those days pitch was different, udatta anudatta swarita was different. Even today probably in some of the Veda Pathashalas they are able to produce this. Atah eva asmam gananam tva, like that, no? But there, once again, they are more leaning towards pitch rather than the udatta anudatta swarita. Mm-hmm. This is what Soumya Krishnapur Mahodaya from Vyoma was telling us. So, you all should listen to, I'll have to identify which YouTube episode has got this part of it. If too many of you all are interested, I will identify and I'll tell you all which one to see. Okay. But she also in her explanation that today nobody is able to do justice to the udatta anudatta swarita. Idanim vayam kim kurmaha, we base our grammar analysis, Paniniya Sutrani, tatrata udatta anudatta swarita vishaye, tasya adharena sutrasya किं स्पष्टीकरणं कर्तव्यं भवति इन् मेनि केसेस् लैक् यु नो परस्मैपदी आत्मनेपदी उभयपदी तस्मिन् विषये यदा वयं पश्यामः तत्र तु उदात्त अस्ति चेत् एवम् अनुदात्त अस्ति चेत् एवं सरिता अस्ति चेत् एवम् इति सर्वम् उक्तम् अस्ति अतः तत्र वयम् उदात्त अनुदात्त सरित विषयस्य उपयोगं कुर्मः परन्तु उच्चारणसमये तत्तु किञ्चित् गतं हा इट् हेस् सार्ट् आफ् वेनिश्ड् डिसपियर्ड् सी वाट् यु आल् हेव् टु रिमेम्बर् इस् वी हेव् लास्ट् अ लाट् आफ् मैन्यूट् सूक्ष्म नालेज् देट् वि पोसेस्ड् एण्ड् वी हेव् इग्नोर्ड् इट् पुनः तत्र ज्ञानं दत्वा पुनरुत्थानं कर्तव्यम् तत्तु अस्माकं हस्ते अस्ति. ओके श्रीधर् महोदय, ऐ नो ऐ हेव् नाट् डन् 100% जस्टिस् बट् दिस् इस् आल् ऐ केन् डू. ओके, धन्यवादः. इफ् यु टेक् द एर् एक्स्पेलिङ्ग् पोर्शन् आफ् योर् सिस्टम् विच् हेल्प्स् यु टु टाक् एण्ड् यु डिवैड् इट् इन् टु टू, upper portion will be udatta, lower portion will be anudatta, and then okay, half and half will be swarita. Okay, okay, okay, okay. Dhanyavadah. Ha, chalati. Okay, next prashna kasya asti. Sridhar mahoday, bhavan eva prachatu idanin prashnam, bhavan to prashnam na prishtavan na. I've got a new name atra, huh? Chandramati. Bhavati prathamavara magachati na asmin varge? Prathamavara aham na janamita yata. Prashnam prasthati che etat sarvam bhavati kritavati karapatram darshayami. Etat karapatram patitavati, maheshara sutrani iti yadasti. एतत् ग्रूप् मध्ये अहं प्रथमवारम् आगच्छति. अस्मिन् वर्गे प्रथमवारं, परन्तु पूर्वं पठितवती वा? पूर्वं पठितवती. अतः करपत्रं तु नूतनं नास्ति न? नास्ति. माहेश्वरसूत्राणि यत् करपत्रम् अस्ति तत्तु नूतनं नास्ति न? पूर्वं पठितमस्ति न? पठितवती. ओके, श्रीधर् महोदय, भवतः प्रश्नः चन्द्रमती, यु विल् आन्सर् इट्. सूत्रेषु आदिमः वर्णो नाम किमर्थः? पुनः वदतु, सूत्रेषु आदिमः वर्णः इत्युक्ते किम्? ओके, चन्द्रमती, भवत्याः उत्तरं किम् अत्र? सूत्रेषु आदिमवर्णः इत्युक्ते किम्? आदिमवर्णः अयुण् यद् अयु अक् प्रत्याहारः आदिमवर्णतः प्रत्याहारम् एतत् प्रत्याहारम् आरम्भं भवति. ओके श्रीधर, भवान् सन्तुष्टः? ओके विल् आस्क् अनदर् पर्सन्. अनिल् वदतु, भवतः अभिप्रायः किम्? सूत्रेषु आदिमवर्ण कोऽपि अस्ति, मतलब् अहं मन्ये प्रश्न अस्ति आदिमवर्ण आदिमवर्णः इत्युक्ते किम्? आदिमवर्ण इत्युक्ते प्रथमवर्ण प्रथमवर्णः प्रथमवर्णः इत्युक्ते किम्? चन्द्रमपि उक्तवती. ओके भवान् किं वदति? प्रथमवर्ण सूत्रे सूत्रेषु कोऽपि वर्ण प्रथमवर्णं भवितुमर्हति भवितुमर्हति. ओके ओके श्रीधर् महोदय, भवान् किम् इदानीं वदति? भवतः उत्तरं किम्? आदिमत्वेन विवक्षितः वर्णः इत्यर्थः. आदिमत्वेन विवक्षितः वर्णः अत्र लिखितमस्ति वा? कुतः भवान् एतत् प्राप्तवान्? इत्युक्ते विवक्षितवर्ण इत्युक्ते किं महोदय? यदुक्तम् ओके विवक्षा यत् चिन्तयति तत्तु तदनुगुणम् आदिमवर्णस्य निर्णयं भवति विवक्षानुगुणम्. इदर् महोदय, एतदेव भवान् वक्तुमिच्छति न? विवक्षानुगुणम् आदिमवर्णस्य निर्णयं भवति, परन्तु अन्तिमवर्णस्य निर्णयं तु इत्संज्ञकवर्णेन एव भवति. ओके विवक्षा इत्युक्ते मतलब् डिपेण्डिङ्ग् आन् अवर् डिस्क्रिशन्. या डिस्क्रिशन् आर् अवर् चाय्स्. आम् आम् ओके सूत्र हेस् डिफैन्ड् आदिमवर्ण सूत्र हेस् नाट् डिफैन्ड् आदिमवर्ण 14 सूत्र डिफैन्ड् आदिमवर्ण प्रत्याहारनिर्माणसमये मम प्रश्नः अनिल् कमान् हा प्रत्याहारनिर्माणसमये अन्तिमवर्णस्य निर्णयं तु इत्संज्ञकवर्णानुगुणं भवति, बार्डर् लैन् अथवा सीमारेखा इति भवति. आदिमवर्णस्य निर्णयः कथं कथं भवति? मम विवक्षाया. विवक्षानुगुणमेव न महोदयस्य प्रश्नः. ओके ओ परन्तु महोदय प्रत्याहारः न उक्तं, महोदय सूत्र उक्तम्. सत्यम् ओके महोदय हरि ओम् महोदय, एकः प्रश्नम् अस्ति. एकः प्रश्नः अस्ति. एकनिमिषं का वदति? जुगल्किशोरे वदामि. ओ हो ओ ओके भवान् तु अनन्तरम् आगतवान् न? ओके वदतु भवान् तिष्ठति. महोदय आन् प्रति आर् अस्ति. विवक्षा अस्ति मतकि प्रथमवर्ण विवक्षा इ अस्ति और प्रति आर् इन् इच्छामि भवतः प्रश्नः अस्ति कि नकार जो अस्ति आ इ उण तो तत्र तु सम्यक् न भवति पुनः वदतु प्रश्नम् अहं न अवगतवती प्रथम वर्ण विवक्षा अस्ति इ आ इ सेकेण्ड् वर्ण इण् इण् इति प्रत्याहारः हा इण् प्रत्याहार ओके एकनिमिष तत्र तु अन्तिम वर्ण सम्यक् न भवति आयि ऊण नकारस्य तत्र इत्संज्ञा वर्ण अस्ति प्रारम्भे एकनिमिषं भवतः प्रत्याहार वदतु विवक्षा अण् अस्ति वा इन् अस्ति इन् प्रत्याहार अस्ति इन् प्रत्याहार अस्ति इन् प्रत्याहारः ओके इन् केकवर्ण आगच्छति तत्र एकनिमिषं इन् अस्ति ओके अस्माकं प्रथमसूत्रे किं किम् अस्ति आ इ उ अनन्तरं सीमारेखावर्णः यदस्ति णकारः ओके अत्र अहम् इण् इति स्वीकरोमि चेत् तदा किं भवति एते वर्णाः आगच्छन्ति न आगच्छति न आगच्छति कथं न तत्र आगच्छति इ उ रि लि ए ओ ऐ औ वर ल ओके एकनिमिषं तस्मिन् विषये किञ्चित् स्पष्टीकरणं कर्तव्यम् अत्र ओ एकनिमिषम् उपरि गच्छामि इदानीम् अत्रापि न अस्ति अत्रापि न अस्ति ओके भवान् एतस्य णकारविषये पृच्छति सत्यं सत्यम् ओके एतस्य णकारः एषः णकारः पाणिनि स्पष्टतया वदति द्वितीयनकारः ओके तत्र तु एकमेव सूत्रमस्ति वा सूत्रद्वयम् अस्ति अन्यथा सामान्यतया णक अण् उण् इति वदति चेत् प्रथमणकारस्य एव स्वीकरणं भवति ओके द्वितीय णकार एकं सूत्रं भवति आण् तत्परम् अन्यसूत्रं भवति तु तत्परं तु नेक्स्ट् जो लास्ट् जो लण् अस्ति तत् पर्यन्तं वर्णानि आगच्छति अहं न अवगतवती भवतः प्रश्नविषये एव भवान् नकारद्वयविषये पृच्छति इति अहम् अवगतवती परन्तु तत् नकारद्वयम् अस्ति परन्तु द्वितीयणकारस्य उपयोगम् ओन्लि इन् वन् स्पेशल् केस् आर् टु स्पेशल् केसेस् भवति ओके तत्तु वयम् अग्रे अग्रे यस्मिन् समये पठामः तदा वयं ज्ञास्यामः तावत्पर्यन्तम् अस्माकं कृते न आगच्छति चेत् प्रथमणकारस्य स्वीकरणम् एव भवति ओके नै अत्र मध्ये प्रश्नमस्ति कि आण अस्ति ईण् ईण् ईण् तत्र मतु कि भवता अवदत् कि ई मत् जाकि विवक्षा अस्ति तत्र मम प्रथमवर्णं भवति अस्तु तो ई मम विवक्षा अस्ति कारणं किम् इन् इन् इन् प्रत्याहार विवक्षा अस्ति अत्र तो ई उ तो द्विवर्णं तु नागच्छति प्रथम न कारणं कि एकं सूत्रं भवति अन् तत्परम् अन्यसूत्रं भवति ईण मात्र इ उ रि लि ए ओ ऐ ओ हय वर लम् ल ओके तत् तत्र भिन्नम् अस्ति महोदय तत्र तु अन्तिमवर्णे तु मत् प्रथमे वर्णे कार्यं न करोति न इति संज्ञा भवति इति संज्ञा तु अस्ति न कार सूत्रं न पठितवन्तः ओके यत् यस्मिन् समये वयं पठामः तस्य सूत्रस्य विषये तदा वयम् अवगन्तुं प्रयत्नं कुर्मः तावत्पर्यन्तम् अस्माकं कृते णकारः प्रथमणकारस्य स्वीकरणमेव भवति ओके भवतः प्रश्नः तु साधु एव परन्तु द्वितीयणकारस्य उपयोगं बहु किं वेरि रेर् ओके अतः तत्कृते पठनम् अधिकं भवितव्यं तस्मिन् समये सूत्रं यदा आगच्छति वयं ज्ञास्यामः विच् इन् टु चूस् ओके विच् नकार टु चूस् सामान्यतया यत्किमपि सूत्रं वयं पठामः तत्र प्रथमणकारस्य स्वीकरणं भवति यत् दिस् इस् वाट् यु हाव् टु सार्ट् आफ् रिमेम्बर् द्वितीयनकारस्य उपयोगं भवति अतः एव पाणिनिमहोदयः स्थापितवान् परन्तु तस्य उपयोगं कदा भवति किमर्थं भवति अनन्तरं तस्मिन् विषये वयं पठिष्यामः ओके तत्र पुस्तकं लिखितम् अस्ति अन् एकम् अपि प्रत्याहारः भवति अन्यथा द्वितीयप्रत्याहारः न भवति अण् प्रथम अण् न एकम् अपि one okay so you know extra knowledge but I don't know that extra knowledge karanam aham tavat paryantam na patitavati yasmin samaye tat agachati tada vayam sarve anye janaha tasya visaye jnasyamah bhavan purvam eva jnatavan okay dhanyavad dhanyavad mohoday kinchit adhikam asti okay ओके इदानीं चन्द्रमती प्रश्नं पृच्छति का उत्तरं ददाति नूतना का आगतवती वा आगतवान् विजया हेतिराजन् विजया विलिङ्ग् टु आन्सर् ओके चन्द्रमती प्रश्नमस्ति मनसि न चिन्तितवती अस्मिन् विषये हा अस्माकं किं माहेश्वरसूत्राणि एतस्मिन् विषये ओके उदात्त अनुदात्त स्वरित समाप्तम् परन्तु समाप्तम् अकारविषये कति विधाः स्वरम् अस्ति ल अक्षर तत्र भवतः प्रश्नं किञ्चित् मेक् इट् लिटिल् बिट् मोर् क्लियर् ह्रस्वदीर्घ प्लुत स्वराः सन्ति तत्र ल अक्षरे कति लु अक्षरे कति भेदाः सन्ति ओके फैन् कन्नम्मा आं भगिनि तस्य द्वादशानां प्रतिनिधिः अस्ति तस्य वर्णस्य दीर्घरूपं नास्ति दीर्घरूपं नास्ति ह्रस्व अस्ति ह्रस्व उदात्त अनुदात्त स्वरित प्रत्येक अनुदात्त उदात्त स्वरितविषये अनुनासिक अननुनासिक अस्ति दीर्घरूपं नास्ति तदेव द्वादशानां प्रतिनिधिः अस्ति यदा वयं रसं स्वीकुर्मः तत्र तु षड् एव अस्ति न षड् अस्ति भवती तु उक्तवती द्वादश इतोपि ह्रस्व ह्रस्वरूप ह्रस्व उदात्ता अनुदाता स्वरिता अस्ति तस्य प्रत्येक उदात्ता ह्रस्व अनुनासिक अननुनासिक अस्ति तत्सर्वं स्पष्टं ह्रस्वस्य विषये भवती बहु स्पष्टीकरणं कृतवती परन्तु ह्रस्वस्य विषये षड् भेदाः एव वयं दृष्टवन्तः परन्तु भवती उक्तवती द्वादशभेदः लकारस्य अस्ति प्लुतः अस्ति दीर्घरूपं नास्ति प्लुतः अस्ति प्लुतस्य उदात्ता अनुदाता स्वरिता अस्ति तस्य प्रत्येक अनुनासिक अननुनासिकरूपम् अस्ति तस्य सिक्स् प्लस् सिक्स् ट्वेल् ओके अतः अस्माकं हस्ते ह्रस्वभेदाः षड् प्लुतभेदाः प्लुतभेदाः षड् एव आहत्य द्वादशभेदाः इदानीं कण्डम्मा भवती प्रश्नं पृच्छति सीतालक्ष्मी उत्तरं ददातु सामान्य ए ओ ऐ औ तस्य कति प्रतिनिधि सन्ति भेदाः भेदाः सन्ति सीतालक्ष्मी वदतु सीतालक्ष्मी अन्म्यूट् कति भेदाः ए ओ ऐ औ न जानाति न जानाति महोदय अहं न जानामि अच्छा पद्मा पद्मजा पद्मजा त्यागराजन् आं भगिनि द्वादशानां प्रतिनिधिः सन्ति अत्र ह्रस्वरूपं नास्ति दीर्घरूपमेव दीर्घ प्लुत उदात्त अनुदात्त स्वरिता अनुनासिक इत्यादि रूपाणि सन्ति अनुनासिकं नास्ति पद्मजा इतोपि किमपि प्रश्नं मनसि अस्ति यद् वयं द्रष्टुं शक्नुमः अस्मिन् विषये माहेश्वरसूत्राणि करपत्रे अन्य किमपि अस्ति वा नास्ति महोदय नास्ति अस्ति अहं वदामि पश्यतु अत्र पश्यतु अत्र अस्ति भगिनी त्रिंशत् निमिषसमयम् अस्ति वी नीड् टु प्राक्टिस् दि अदर् वन् ओहोहोहोहो न एकनिमिषं हा अद्य अहम् अभ्यासं करोमि चेत् जनाः किञ्चित् न्यूनाः सन्ति करोमि वा ऐ जस्ट् रिमैण्डेड् यू ओके लेट्स् सी हा पद्मजा प्रश्नमस्ति इदानीं वदतु वदतु प्रश्नं अस्मिन् भागे प्रश्नम् अस्ति तत्तु कोऽपि किमपि न पृष्टवन्तः व्यञ्जनानि पूर्णिमा भवती उत्तरं दास्यति हा आं महोदय प्रश्नं तु अहं प्रतीक्षां करोमि पद्मजा प्रश्ननिर्माणं समाप्तम् हल्वर्णेषु उच्चराणां किं वर्णयोजनं वर्तते पुनः वर्णस्य व्यञ्जनानाम् उच्चरणार्थं किं वर्ण उच्चारण योजितः योजनीयं किं वर्ण उच्चारण योजनीयम् उच्चारणार्थं स्वरस्य स्वरस्य योजनं करणीयम् स्वरस्य योजनं करणीयं क इति अस्ति भवति चेत् प्लस् सर्वे नीति स्वरयोजनं करणीयम् अकारस्य योजनं करणीयम् यदि कि इति वदति चेत् इकारस्य योजनं करणीयं तथा अहम् हयवरट् हलन्तं भवति उच्चारणार्थं ह य व र इति उच्चारणं भवति नो चेत् यकारः वकारः भवति सामान्यतः जबङ् जकारः भवति बकारः भवति किन्तु उच्चारणार्थम् अकार योजित्वा झ भ इति उच्चारणं भवति आं भगिनि तदेव उक्तवती अकारस्य योजनं परन्तु स्वरस्य योजनं करणीयं तत्र ओके कथं वक्तव्यम् उच्चारणार्थम् अकारस्य योजनं भवति परन्तु तत् केवलम् उच्चारणार्थं तत्तु नास्ति अत्र परन्तु यदा अहं व्यञ्जनवर्णस्य उच्चारणं कर्तुं प्रयत्नं करोमि अकारं विना तस्य उच्चारणमेव न भविष्यति ओके अतः पाणिनिमहोदय किं कृतवान् अकारस्य उपयोगं कृत्वा लिखितवान् परन्तु उक्तवान् तस्य गणनां न कर्तव्यम् ओके अवगतम् ओके इदानीं भवतः हस्ते अस्ति किं करणीयम् अभ्यासं करणीयं वा यत् अहं प्लानिङ्ग् कृतवती तत् करणीयं मम प्लानिङ्ग् किञ्चित् भिन्नम् अस्ति ओके वदन्तु अभ्यासं समाप्तं तु न भविष्यति अभ्यासम् इस् हेङ्गिङ्ग् ओवर् अवर् हेड्स् अग्रिमपाठं पठामः अग्रिमपाठं पठामः एतत् कस्याः का उक्तवती एतत् भगिनी बहवः जनाः न सन्ति भगिनि बहवः जनाः न सन्ति अग्रिमवर्गे अन्यवर्गे पठामः भगिनि पुनः वदतु पुनः वदतु सा उक्तवती नूतनपाठं न पठामः एतत् नूतनपाठं न भविष्यति पुरातनमेव भविष्यति परन्तु किञ्चित् भिन्नरूपे रूपेण ओके यु आल् वाण्ट् टु बि एड्वेञ्चरस् आर् यु आल् वाण्ट् टु फिनिश् दिस् वट् इस् हेङ्गिङ्ग् ओवर् अवर् हेड्स् प्रश्नं तु ओके ओके नौ वाट् ऐम् गोयिङ्ग् टु डु अत्र किं निर्माणं करिष्यामि ओके आल् आफ् यु आल् नो किं जानन्ति सन्धिकार्यं जानन्ति आम् महोदय सर्वे जनाः सन्धिविषयं जानन्ति देट् आल्सो यण् सन्धिविषयं जानन्ति आं महोदय जानामि महोदय जानामि ओके इदानीम् ओके कण्णम्मा भवती एव वदतु इकारान्तशब्दः वदतु इकारः इकारान्तशब्दः नदी नदी न तत्र तु ओके हा ओके नदी अपि स्वीकर्तुं शक्नुमः न कवि नदी हा नदी अधिकम् अन्ते अन्ते अन्ते न अस्ति वा स्वीकुर्मः न अस्ति नदी अस्ति नदी अस्ति एतस्य मेलनं नदी अत्र नदी अत्र ओके अत्र अत्र ई न अधिकं द दकारः अधिकम् ई अधिकम् आ अस्ति ई तत्र ई अधिकम् आ अस्ति ई या भवति ओके अतः मम उत्तरं किं भविष्यति न नद्यस्ति अत्र किम् आसीत् आरम्भस्तरे ई अथवा ह्रस्व अथवा दीर्घ परन्तु अन्तिमस्तरे किं परिवर्तितं भव अस्ति ई आदेशः भवति ई स्थाने यकारः भवति यकारः आ नास्ति न तत्र आ नास्ति यकारः भवति यकारः अधिकम् आ या भवति हा परन्तु तत् आ यद् भवती वदति अस्तितः आगच्छति न आगच्छति अस्तु अस्तु अस्तु भगिनि वयं या सम्पूर्णं नास्ति यकारः एव अस्ति यकारः एव अस्ति इदानीं ठीक् अद्य मम चिन्तनमेवम् अस्ति वयं सर्वे अपि मिनि पाणिनि भवितुं प्रयत्नं कुर्मः ओके दिवाली अस्ति न पाणिनि भवितुं प्रयत्नं कुर्मः ओके उकारान्तशब्दः किमपि वदतु उकारान्तशब्दः उ अथवा उ चलति गुरु गुरु तदेव गुरु ओके गुरु किम् अस्ति स्वीकुर्मः अत्र स्वीकुर्मः इच्छति स्वीकुर्मः वदतु वदतु किमपि वदतु अस्ति स्वीकुर्मः अस्ति ओके ओके गुर्वस्ति उत्तरं किं भविष्यति गुर्वस्ति गुरु गुरु गुर्वस्ति गुर्वस्ति गुर्वस्ति गुर्वस्ति वा भवति वकारः एवं लिखितव्यं वा एवं लिखितव्यं पश्यन्तु गुर्वस्ति एवं किम् अहं लिखामि वा प्रथमं वा द्वितीयं प्रथम प्रथमवाक्यं प्रथमपदं प्रथमपदम् एतत् मार्जयामि उपयोगं नास्ति ओके इदानीम् आरम्भस्तरे किम् आसीत् उकारः अधिकं न न केवलं सीतालक्ष्मी वदति हा उकारः अथवा ऊकारः तस्य परिवर्तनं किम् अभवत् वकारः वकारः न वा न वकारः इदानीं किं कस्य पर्यायः पद्मजा उकारान्तशब्दः किमपि वदतु गुरुशब्दम् अहमपि अहं दत्तवती खलु उकारान्तशब्दं गुरुशब्दं गुरुशब्दम् अहं दत्तवती नो नो नो अहं तु ऋकारविषये वदामि आ इ उ ऋ विषये किमपि ऋकारान्तशब्दस्य प्रातिपदिकरूपं स्वीकरोतु न कृ कृ कृ ओके कृ अनन्तरं कृ स्वीकरोति चेत् कष्टं भविष्यति किञ्चित् पितु पिता पितृ वदामि वा कः वदति ऋकारान्तशब्दः प्रातिपदिकरूपं स्वीकरोतु न मातृ मातृ ओके बहु सम्यक् हा ओके युगल् युगल् न भवतः नाम आम् युगल् किशोर मातृ अधिकम् आज्ञा आज्ञा ओके कथं लेखनीयम् जापूर्वम् Am I right? Purumja. No. Na, ya. Na, Moja. Jakara bhoti. Okay, okay. Jakara bhoti. Haan. I was trying to get... key combination. Mama, kinchit kashtam abhavat. Okay. Na, jaya. Shati? Akara. Akara asti, Moja. Akara. Akara tatra. Aam, ya. Okay. अपि भवति हा इदानीं शुद्धं न ओके हा उत्तरं किं महोदय मात्राज्ञा मात्राज्ञा ओके जुगल् महोदय जुगल् महोदय अत्र आरम्भस्तरे वर्णः कः ऋकारः ऋकारः अथवा ऋ अपि भवति न दीर्घरिकारः ओके अर्हति परन्तु सामान्यतया न भवति ओके अनन्तरम् अत्र किम् आगतम् अत्र तु मत् जी अर् आर् रेफः रेफः इतोपि एकं तु अस्ति लकारविषये ऐ डोण्ट् नो हौ टु रैट् दट् की काम्बिनेशन् ओके अत्र आकृतिः भवति अहं चिन्तयामि हा आकृतिः अत्र उत्तरं किम् आगच्छति कस्य पर्यायः कस्य लाकृतिः लाकृतिः ओके ओके अतः अत्र कस्याः पर्यायः पूर्णिमा न पूर्णिमा वदतु अत्र किम् अस्ति ऋकारे परे आकारः भवति लाकृतिः भवति कृ भवति अत्र किम् आगतं हा अन्तिमभागे परिवर्तितं किं ला भवति आ भवति लकारस्य स्थाने लकारः आगच्छति ओके इदानीं वयं कुर्मः वयं पाणिनि कथम् एतत् निर्माणं कृतवान् तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः रूपल् अत्र यद्वयं लिखितवन्तः एतस्य संक्षेपरूपेण किमपि वक्तुं शक्नुमः कण्डेन्सेट् लैक् बहु पाणिनि डस् प्रत्याहार महोदय सूत्रं वदन्ति मम सूत्रं न वदामि प्रत्याहारः प्रत्याहार इक् महोदय इक् इक् इक् ओके अत्र किमस्ति अनिल् याण याण ओके याण ओके यावत्पर्यन्तम् अवगतं कदा इक् वर्णानां परिवर्तनं यण् भविष्यति तस्मिन् विषये चिन्तनं कदा भविष्यति कदा इक् प्लस् स्वरः इक् अधिकस्वरः इक्वल् टु यण् इक् यण् भविष्यति यदा यदा तस्य परे तस्य परे अच् अच् अच् भवति अच् अच् भवति अच् अच् वर्णमेलनेन यदा अच् भवति यावत्पर्यन्तम् अवगतम् असवर्णवर्णः भवति अच् वर्णः अच् अस्ति न अच् भवति मे यदा अच् अनन्तरम् अस्ति अनन्तरम् अस्ति am I right no but if there is ikara then it will become dirgha ikara bhavati kalo tadeva asavarna asavarna swara bhavati kim kim asti okay like yan bhavati yada ach anantaram asti atra aham kim likhami yada asavarna ach anantaram asti अच् तु अनन्तरं लेखनीयं न असवर्ण ओके इदानीं सम्यक् अस्ति शुद्धमस्ति इक् यण् भविष्यति यदा असवर्ण अच् अनन्तरम् अस्ति ओके अस्तु समाधानं नास्ति इति अहं चिन्तयामि भगिनी अस वर्णं वर्णम् इत्युक्ते इट् केन् बि एनी लेटर् रैट् सो बट् ओन्लि स्वराक्षर तत्र तत्र असवर्ण अच्युक्ते so that that means it will become only swarakshara right not ach ach ach itte swarakshara only yeah, savarna savarna varnah a ashtadasha varnah santi tad sarve savarnah akarah asti e वर्णः अष्टादश वर्णाः सन्ति प्रतिनिधिः सन्ति तद् सर्वे सवर्णः सन्ति किन्तु अकारः इकारः असवर्णः सन्ति. ओके, सरस्वती भवत्याः प्रश्नस्य उत्तरं मिलितम्? आम् महोदय, अत्र असवर्ण अच् परे भवति. ओके, अनन्तरम् अस्ति. अनन्तरं परे अनन्तरम् सम्यक् अभवत्, सम्यक् अभवत्, सम्यक् अभवत्, सम्यक् अभवत्. अनन्तरं परे समानम् इति वयं कन्सिडर् कुर्मः. ओके, आम् आम् आम् आम्, धन्यवादः महोदय. एकनिमिषम्, ओ ओ ओ, पुनः अहं पाठयामि. गीतगणे सरस्वती एकनिमिषं तिष्ठतु. अस्माकं माहेश्वरसूत्राणि. ओके, अत्र सरस्वती पश्यतु, अत्र केवलम् अ लिखितम् अस्ति, इ लिखितम् अस्ति, उ लिखितम् अस्ति. परन्तु पाणिनिमहोदय किम् उक्तवान्? यदा अहम् अवदामि, एतेषु प्रत्येकम् अष्टादशानां प्रवर्णानां प्रतिनिधिः. ओके, वदतु. अतः पाणिनि यदा आ वदति तत्र अष्टादशभेदाः इन्क्लूडेड् सन्ति. ओके, यावत्पर्यन्तम् अवगतम्? आं भगिनि. तदेव ई वदति चेत् पुनः अष्टादशभेदाः इन्क्लूडेड्, उ अष्टादश. परन्तु यदा वयं लु स्वीकुर्मः तत्र द्वादशभेदाः इति उक्तमस्ति. ए ऐ ओ औ तत्र अपि द्वादशभेदः इति उक्तम् अस्ति. ओके, अत्र पाणिनि बहु लघु वट् इस् इट् फार्मुला उपयोगं कृत्वा अवदति चेत् अष्टादशभेदाः. अतः यदा महोदय अप् वदति, महोदय अप् वदति, तदा अष्टादशभेदाः अकारस्य, अष्टादश इकारस्य, अष्टादश उकारस्य, अष्टादश ऋकारस्य, द्वादश लकारस्य, सर्वम् इन्क्लूडेड् अष्टादश न भवति न, द्वादश लकारस्य द्वादश अस्ति न. अतः सरस्वती इदानीं ज्ञातवती. अतः अत्र अहम् अ इ क्षम्यताम्, इ लिखामि, आवश्यकता नास्ति. किमर्थं? कारणं पाणिनि स्तर यदा अहम् उपयोगं करोमि एकमेव इकारं लिखित्वा सर्व इकारस्य स्वीकरणं भविष्यति, अष्टादश इकाराणां स्वीकरणं भविष्यति. तदेव उकारस्य, तदेव ऋकारस्य, लु भवति चेत् द्वादश. अतः अहम् इक् लिखामि चेत् इकार उकार लकारयोः सर्वे भेदाः तत्र इन्क्लूडेड् सन्ति. ओके, पुनः किमपि प्रश्नः अस्ति वा तावत्पर्यन्तम्? नास्ति. ओके, इदानीं सर्वे जनाः जानन्ति, किं जानन्ति? सूत्रं जानन्ति. ओके, अट्लीस्ट् आल् आफ् यु आल् नो इट् बै हार्ट् अण्ड् यु आल् नो हौ टु रट् औ इट्. कम् आन्, हू इस् गोयिङ्ग् टु टेल् मी? रूपल् सूत्रं वदतु. इको एणचि, इको एणचि, ओके, इको यन् अचि. ओके, इदानीम् इको यन् अचि, एतदस्ति अस्माकं सूत्रम्. इको अत्रापि सन्धिकार्यं कृतं, अतः एतस्य अहं सन्धिनिष्कासनं कुर्मः करोमि चेत् इक् इति इकः इति भवति. ओके, इकः अनन्तरं यण अनन्तरम् अचि. यावत्पर्यन्तम् अवगतं? स्पष्टम्? आमां. एनी क्वेश्चन्स् टिल् नौ? अनिल्, सम्यक् महोदय. चलति? सम्यक् अवगतं. हा, चलति चलति न चलति वा दौडति? चलति चलति. ओके, असुविधा नास्ति. ओके, इदानीम् एकं तु अस्माकं नूतनज्ञानं वदामि वा पुरातनज्ञानस्य पुनरावर्तनं. हलन्तशब्दानां विषये विभक्तिरूपाणि जानन्ति वा न? प्रथमं तत् पश्यामः. हलन्तशब्दानां किं विभक्तिरूपाणि जानन्ति वा न? जानीमः. किशोर महोदय, भवतः नाम किं? किशोर वदामि वा जुगल वदामि? जुगल किशोर. जुगल किशोर मत अर्थं किं? राधा कृष्ण आरती जुगल किशोर की कीजिए. तो जुगल वदामि, दिखामि युगल, जस्ट लाइक यमुना. यमुना अस्ति, लिखामि यमुना, वदामि यमुना, लाइक दैट. ओके, परन्तु द्वयमपि एकस्मिन् समये वक्तव्यं, जुगल अथवा किशोर? न, जुगल किशोर एव. जुगल अपि वक्तुं शक्नोति, समस्या नास्ति. किशोर अपि वक्तुं शक्नोति, जुगल किशोर अपि सर्वाङ्ग सम्यक् अस्ति, असुविधा नास्ति महोदय. क्षमः, विच् इस् द हलन् शब्द which we can take? Bhavan. To kar mar shabd swikurmah va. Ha, vanik. Vanik shabd mahodaya. Okay. Astavadanam to abhavat, atah etasya continuation agrima avasare kurmah. Ha, karanam adya Diwali api asti, aham adhikam samayam atra यापयामि चेत् पूजा विजा अस्ति न, अतः अत्र अहं स्थगयामि यावत्पर्यन्तम् अवगतम् इति अहं मन्ये. इदानीं कस्मिन् विषये चिन्तनं कर्तव्यं? विभक्तिविषये. इक् शब्दस्य विभक्ति, अच् शब्दस्य विभक्ति, यण् शब्दस्य विभक्ति, सप्तसु विभक्तिषु कथं रूपाणि भिन्नानि भविष्यन्ति. ओके, चिन्तनं कुर्वन्तु अग्रिम रविवासरपर्यन्तम्. ओके, अस्तु अस्तु महोदय. अस्तु सम्यक् सम्यक् पाठयति. धन्यवादः महोदय. धन्यवादः. सम्यक् पाठयति. सूत्राणि वयं न जानीमः भगिनी, इदानीमेव सूत्राणि अवगन्तव्यं. सन्धि अन्त्यशिक्षाया जानीमः, परन्तु सन्धि सूत्राणि न जानीमः. शब्द अपि सप्तविभक्तिषु अनन्ता सर्वे जानीमः, अहं जानामि, परन्तु सूत्राणि जानामि भगिनि. केवल इको एणचि जानामि, केवल इको एणचि सर्वे उक्त्वा उक्त्वा उक्त्वा इदानीं वयं भविष्यामः. अद्य किं सोपानं भवत्याः मार्गदर्शन भवत्याः मार्गदर्शन बहु सम्यक् अस्ति भगिनि. धन्यवादः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. शुभ दिनं शुभरात्रि शुभदीपावली सर्वम् इदानीं रेकार्डिङ्ग् स्थगयामि.